पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 199 ऋषय ऊचुः कालिन्द्याश्चैव माहात्म्यं वदसूदसविस्तरं यस्मै प्रकाशितं येन तदाख्यानसमन्वितं सूत उवाच एकदा पाण्डुतनयशुश्रूषुसौभरे शुभं ज्ञानं तत्स्थानमभ्येत्य नत्वा तमिति पृष्टवान् युधिष्ठिर उवाच ब्रह्मन्मार्ताण्डतनया तीरे तीर्थेषु यच्छुभं तीर्थं तद्वद वैकुण्ठ जन्मभूमि परात्परम् सौभरिरुवाच एकतादुमुनिश्रेष्ठौ दिवि नारदपर्वतौ गच्छन्तौ काण्डवं पश्यन् पश्यदः सुमनोहरं तत्रावतीर्णो नभस उपविष्टौ तडे शुभे कालिन्द्याः क्षणविश्रान्तौ स्नातुं विविशदुर्जले शिबिरौ शीनरो राजा मृगयान्तौ चरन्वने दृष्ट्वा तान् निर्गमापेक्षी निशसाद सरित्तडे तौ मुनिविधिवत् स्नात्वा परिधायाम्बराणि च वन्दितौ शिरसा राज्ञा तेनोपाविशदां तडे तत्रालोक्यसुवर्णस्य शिबिर्यूपान् सहस्रशः नारदं गर्वरहितः पर्वतं च जगादसः शिबिरुवाच कथ्यतां मुनिशार्दूलौ कस्ये मा यागयष्टयः केनात्र विहितो यज्ञः सुरेणाथ नरेण वा मुक्त्वा काश्यादितीर्थानि यज्ञैरीज्येत्र कः पुमान् को विशेषोऽत्र तीर्थेभ्यस्तेभ्यो विज्ञानसन्निधिः नारद उवाच पुरा हिरण्यकशिपूर्जित्वा शक्रादिदेवताः त्रैलोक्यराज्यमासाद्य सोखर्वं गर्वमाददे प्रह्लादस्तस्य तनयो नारायणपरायणः तस्मै सो द्रुह्यताभीक्ष्णं पापात्मा नष्टमङ्गलः तद्रोहाद्विष्णुना सद्यो नृसिंहतनुधारिणा हत्वा दैत्यपदिं स्वर्गराज्यं स्वपदयेऽर्पितम् स्वपदं प्राप्य देवेशो बृहस्पतिमथावदत् मूर्ध्नाभिवन्द्य तत्पादौ नारायणगुणान् स्मरन् इन्द्र उवाच गुरो नृसिंहरूपेण हरिणा लोकधारिणा दत्तं मे देवताराज्यं यष्टुमिच्छामि तं मखैः स्थानं पवित्रं कथय ब्राह्मणांश्चैव मे गुरो न विधेयो विलम्बोऽत्र त्वया नो हितकारिणा बृहस्पतिरुवाच अस्ति ते काण्डववनं रम्यं परमपावनं केदक्यशोकबकुलमधुमत्तमधुव्रतं तत्रास्ति यमुना पुण्या धन्या त्रैलोक्यपावनी ददाति स्मरणे स्वर्गं मरणे ब्रह्मणः पदं तत्तीरे यजदेवेश केशवं बहुभिर्मखैः यदीक्षति स्वकीयानां कल्याणं त्वं निरन्तरं नारद उवाच गुरोर्वचनमाकर्ण्यतूर्णमारुह्य वाहनं शिवप्रदमिमं शक्रस्वकीयवनमागमद गुरुणा सह देवैश्च यज्ञोपकरणैस्तथा अत्रागत्य विलोक्यैतद्वनं लेभे मुदं पराम् गुरुणानोदितशक्रो सप्तर्षीन् ब्रह्मणः सुदान् वसिष्ठादीन् द्विजान् वृत्वा यचति स्म जगत्पदिं तस्य प्रसन्नो भगवान् ब्रह्मेशाभ्यां सहागतः क्रदौ सदः क्रदोर्यत्र महानभवदुत्सवः देवत्रयीं सदां वीक्ष्य शक्रो वक्रमतिस्तदा बुद्धायासनतस्तूर्णं ववन्द मुनिभिः सह वाहनेभ्यो वरुह्याशु तदन्तेषूपविश्यते आसनेषु सुहैमेषु बभूर्वेदीष्विवाग्नयः सिदरक्ताङ्गयो शम्भु ब्रह्मणोर्हरिरा बभौ नीलच्च विपिदवासास्तडित्वानिव शृङ्गयोः शक्रप्रक्षाल्य तत्पादान्मूर्ध्ना तज्जलमादधे अब्रवीच्च मुदायुक्तो वचनं मधुराक्षरम् इन्द्र उवाच विहितोऽयं मया देव यज्ञोऽद्य सफलो भवत् यद्ययं दर्शनं प्राप्ता दुर्लक्ष्या अपि योगिभिः एकेनैव त्वया विष्णो कृता मूर्तिस्त्रयी मयि गुणैस्तथापि नानात्वं स्फटिकस्येव ते मृषा यथा दारुषु गूढोऽग्निर्कर्षणेन विना विभो नाविर्भवति भूतानां गृत्सु भक्त्या तथा भवान् एकस्य त्वयि भक्तिस्या सर्वभूतोपकारिणी बभूवुः सुखिनो देवाः प्रह्लादकृदयातया वयं विषयिणो देवत्वन्माया वृतचेतसः न जानीम स्वरूपं ते यथावत्पादसेवकाः भो ब्रह्मन् भो महादेव युवामपि जगद्गुरु यदस्यैव गुरुत्वेन यतो नाथ पृथक्युवाम् यत्किञ्चिदुच्यते वाचा मनसा च विचिन्त्यते अस्यैव माया तत्सर्वे तद्वयी दूरवर्तिनः प्रचञ्च जातं यदिदं विलोक्य तेन सत्यमित्येव विचिन्तयेन्न सः भजन्ति विष्णोश्चरणं तरन्ति ते यदम्बुमूर्ध्ना हरधार्यदे त्वया विधेष्य भूयादनुजन्मपादयोरधिर्मदीया कमलाधयोर्भृश्यं यदि क्षणक्षोभितया तया जगत्समस्तमेदन्महदादिजायते भवादृशो नास्ति कृपापरो परो विपक्षपक्षे विदनोषि यत्सुखं स्वलोकशोकापनये कृपालुता यदुच्यते ते नृहरे तदज्ञता नारद उवाच इत्यभिष्टूय देवेशं केशवं प्रणतोग्रतः तस्तौ तद्वाक्यशुश्रूषा दत्तचित्तो महीयते एवमाकर्ण्यमुनयस्तुतिं तस्य रमापदेहे कृतामिन्द्रेण सदसि साधु साध्विति चाब्रुवन् शतमन्यो वर्षशतं ये कुर्वन्ति महत्तपः न तेषामीदृशी भक्तिर्यादृशी तव माधवे न योगसुलभोष्ठाङ्गख्यादिर्येनाधिगम्यते समत्वेन च तत्यागस्तद्भक्तिशरणं नृणां स्वधर्मार्जितवित्तायद्यथा विधीयते कर्म तस्यार्पणं विष्णौ भक्तिरेषा शिवप्रदाः न निन्दे देवतामन्यां विष्णुबुद्ध्यां च यो नमेद न त्यजेद्वेदवाक्यानि स भक्तोऽस्य हरे प्रियः ये शृण्वन्ति हरेर्गुणानहरः कुर्वन्ति ये कीर्तनं ये चास्य स्मरणं यदोश्च भजनं ये मुं यजन्ते तथा ये दास्येन नमन्ति चैनममुना कुर्वन्ति ये मित्रतां ये च स्वं च निवेदयन्ति न हि ते वाञ्छन्ति मुक्त्यादिकम् इन्द्रभक्त्या त्वमप्येनमाराधय जगद्गुरुं न कामये किमप्यास्मत्कृतकृत्यो भविष्यति नारद उवाच मुनिभिरिति शिक्षिते समस्तसेव्यां त्रिभुवनपारपदप्रदां निशम्य हरिरनिशगुरुकृतां स्वभक्तिं मधुरमुवाच वचो हरिं समाजे इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमहात्म्ये इन्द्रयागविधिनो नाम एकोनद्विशततमोऽध्यायः ॐ